पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायं 117 कुञ्चल उवाच नहुषप्रियया सार्धं तया चैव सरम्भया ऐन्द्रेणापि सदिव्येन स्यन्दनेन वरेण च नागाह्वयं पुरं प्राप्तः सर्वशोभासमन्वितम् दिव्यैर्मङ्गलकैर्युक्तं भवनैरुपशोभितं हेमतोरणसंयुक्तं पताकाभिरलङ्कृतं नानावादित्रनादैश्च बन्दिचारणशोभितं वेदरूपो ममै पुण्यैः पुरुषैः समलङ्कृतं नारीभिर्दिव्यरूपाभिर् गजाश्वैस्यन्दनैस्तथा नानामङ्गलशब्दैश्च वेदध्वनिसमाकुलं गीतवादित्रशब्दैश्च वीणावेणुस्वनैस्तदः सर्वशोभासमाकीर्णं विवेश्यस पुरोत्तमं वेदमङ्गलघोषैश्च ब्राह्मणैश्चैव पूजितः ददृशे पितरं वीरो मातरं च सुपुण्यकां हर्षेण महदाविष्टः पितुःपादौ ननामसः अशोकसुन्दरी साधु तयो पादौ पुनः पुनः ननाम भक्त्याभावेन उभयोः सा वरानन रम्भाज सा ननामादप्रीतिं चैवाप्यदर्शयद नमस्कृत्वा समाभाष्य स्वगुरुं नृपनन्दनः अनामयं च पप्रच्छ मातरं पितरं प्रति एवमुक्तो महाभागसानन्दपुलगोद्गमः आयुरुवाच अद्यैव व्याधयो नष्टा दुःखशोका उभौ गतौ भवदो दर्शनात् पुत्र स तुष्ट्या कृष्यते जगद कृतकृत्योऽस्मि संजातस्त्वयि जादे मसौजसि स्ववंशोद्धरणं कृत्वा अहमेव समुद्धृतः इन्दुमत्युवाच पर्वणि प्राप्य इन्दोस्तु तेजो दृष्ट्वा महोदधिः वृद्धिं यादि महाभाग तथाहं तव दर्शनाद वर्धितास्मि सुहृष्टास्मि आनन्देन समाकुला दर्शनात्ते महाप्राज्ञ धन्या जातास्मि मानद एवं सम्भाष्यतं पुत्रमालिङ्ग्य तनयोत्तमं शिरश्चाक्राय तस्यापि वत्सं धेनुर्यथा स्वकम् अभिनन्द्य सुतं प्राप्तं नहुषं देवरूपिणम् आशीर्भिश्चार्चयद्देवी पुण्या इन्दुमदी तदा सूद उवाच अथासौ मातरं पुण्यां देवीमिन्दुमदीं सुदः कथयामास वृत्तान्तं यथा हरणमात्मनः स्वभार्यायास्तदोत्पत्तिं प्राप्तिं चैव महायशाः कुण्डेनापि यथा युद्धं कुण्डस्यापि निपातनं समासेन समस्तं तदाख्यातं स्वयमेव हि मादा पित्रोर्यथा वृत्तं तयोरानन्ददायकम् मादा पितरावाकर्ण्यपुत्रस्य विक्रमोद्यमं हर्षेण महदाविष्टौ सञ्जातौ पूर्णमानसौ नकुशो धनुरादाय इन्द्रस्य स्यन्दनेन वै जिगाय पृथिवीं सर्वां सप्तद्वीपां सपत्तनां पित्रे समर्पयामास वसुपूर्णां वसुन्धरां पितरं हर्षयन्नित्यं दानधर्मैः सुकर्मभिः पितरं याजयामास राजसूयादिभिस्तदा महायज्ञैश्च दानैश्च व्रतैर्नियमसंयमैः सुदानैर्यशसा पुण्यैर्यज्ञैः पुण्यमहोदयैः सुसम्पूर्णौ हृदौ तौ दु पितरौ चायुसूनुना अध देवासमागत्य नागाह्वयं पुरोत्तमम् अभिषिञ्चन्महात्मानं नहुषं वीरमर्दनं मुनिभिश्च सुसिद्ध्यैश्च आयुना तेन भूभुजा अभिषिञ्च्य स्वराज्येदं समेदं शिवकन्यया भार्या युक्तस्वकायेन आयुराजा महायशाः दिवं जगामधर्मात्मा देवैः सिद्धैः सुपूजितः ऐन्द्रं पदं परित्यज्य ब्रह्मलोकं गतः पुनः हरलोकं जगामाधमुनिभिर्देवपूजितः स्वकर्मभिर्महाराजपुत्रस्यापि सुतेजसा हरेर्लोकं गतपुण्यैर्निवसत्येष भूपतिः पुरुषै पुण्यकर्माख्यैरीदृश्यं पुण्यमुत्तमं जनितव्यं महाभाग किमन्यैः शोककारकैः यथा जातः सधर्मात्मा नहुष पितृतारकः कुलस्य धर्ता सर्वस्य नहुषो ज्ञानपण्डितः एतत्ते सर्वमाख्यातं चरित्रं तस्य भूपतेः अन्यत् किं ते प्रवक्ष्यामि वदपुत्र कपिञ्चल एवंविधं पुण्यमयं पवित्रं चरित्रमेदद्यशसा समेदम् आयोस्सु दस्यापि शृणोति मर्त्यो भोगान् स भुक्त्वैति पदं मुरारेः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरिते नहुषाख्याने सप्तदशाधिकशततमोऽध्यायः ॐ